नमस्ते, तर्हि अद्यतनविषयः अस्ति जुहोत्यादिगणे अजन्तदातवः इति पाठः प्रवर्तते। अत्र ऋकारान्तधातूनां चर्चा प्रचलति, तर्हि महोदय करोति वा, सुब्रह्मण्य महोदय अग्रे नयति वा? आरम्भतः एतावत् पर्यन्तं वयं ऋकारान्तधातूनां किं दृष्टवन्तः इति पुनरभ्यासरूपेण अत्र पञ्च ऋकारान्तधातवः सन्ति, तेषामत्र दुभृ धारणपोषणयो अस्ति, भ्रू धातुः, सृगतौ अस्ति, घृ क्षरणादित्यो दीप्त्योः, अपि च हृ प्रसह्यकरणो करणे। अत्र अभ्यासकार्यमत्र भ्रूधातोः कृते तु भृण्यामित् इत्यनेन अत्र अभ्यासस्य इकारादेशः भवति, अत्र उरत् इत्यस्य कार्यं न भवति। प्रथमं द्वित्वम् अनन्तरं अत्र भृण्यामित् इत्यनेन अभ्यासस्य इकारादेशः। तत् अन्यधातवः अत्र सृ घृ हृ रु, एते धातवः छान्दसाः, इत्युक्ते ते वेदे प्रयुज्यन्ते, अतः अत्र अभ्यासस्य द्वित्वानन्तरं बहुलं छन्दसि इति सूत्रेण अत्र अभ्यासस्य इत्वं भवति। अतः घृ धातुः घृ घृ प्रथमं भवति, परन्तु अनन्तरमत्र बहुलं छन्दसि इत्यनेन गृघ्रु भवति, अनन्तरं कुहोश्चुः इत्यनेन झिघ्रु, अपि च अभ्यासे चर्च इत्यनेन जिघ्रु इति रूपमिश्रणं भवति, तथा एव हृधातुः अपि च रुधातुः अपि। अनन्तरं रुधातुः लोके अपि तस्य उपयोगम् अस्ति, अतः अत्र अन्यसूत्रं कार्यं करोति द्वित्वानन्तरं, तत् अस्ति अर्तिपपर्त्येश्च इति। अत्र अभ्यासस्य इत्वं भवति, इत्युक्ते प्रथमं श्लौ, अनन्तरं श्लौ इत्यनेन द्वित्वं प्रथमं रुरु, अनन्तरम् अत्र अर्तिपपर्त्येश्च इत्यनेन अभ्यासस्य ऋकारस्य इत्वं भवति, इर् इति रूपं भवति। अत्र इकारः अन्प्रत्याहारे अस्ति, अतः उरन्रपरः इत्यनेन इकारः रपरः भवति, अतः इर् इति रूपं, हलादिशेषः इत्यनेन इरु इति रूपं भवति। अनन्तरम् अत्र अन्यसूत्रमस्ति अभ्यासस्य सवर्णे इत्यनेन अत्र ऋकारः यः अस्ति असवर्णः अस्ति इकारात् कृते, अतः अभ्यासस्य इवर्णस्य स्थाने इयङादेशः भवति, अतः इरु इति रूपं निष्पन्नं भवति। अनन्तरम् अत्र लङ्गि, अत्र त इति प्रत्ययः अपि च सा प्रत्ययः द्वयोः अपि लोपः भवति, हल्न्याभ्यो दीर्घात् श्रुतिस्य प्रोक्तं हल् इति सूत्रेण, अतः अत्र किञ्चित् कार्यं भिन्नम् अस्ति। उदाहरणम् अत्र अभिभ्रुयोगः तप्रत्ययः, अत्र प्रथमं सार्वधातुकार्धधातुकयोः इत्यनेन गुणकार्यम्, अभिभर् योगः त, इदानीं हल्न्याभ्यो दीर्घात् श्रुतिस्य प्रोक्तं हल्, अत्र यः त प्रत्ययः अस्ति तत्तु अपृक्त संज्ञकप्रत्ययः अपि च हल् प्रत्ययः, अतः अत्र रेपस्य लोपः भवति, अतः अभिभ न तका प्रत्ययस्य लोपः भवति, अतः अभिभर् इत्येव रूपम्। अनन्तरम् अत्र खरवसानयोर्विसर्जनीयः इत्यनेन विसर्गस्य लोपः भूत्वा अभिभः इति रूपं भवति. तथा एव अत्र मध्यमपुरुषे एकवचने सप्रत्ययः अपि अपृक्तसंज्ञकप्रत्ययः, अतः अत्रापि समानकार्यमेव, अभिभः इत्येव रूपं निष्पन्नं भवति. अनन्तरं इदानीं पुनः लङि अत्र सिजभ्यस्तविधिभ्यस्त इत्यनेन प्रथमपुरुषबहुवचने अत्र झी स्थाने जुस् आदेशः भवति. अत्र जुसि च इत्यनेन गुणकार्यं भवति. किमर्थ इत्युक्ते अत्र जुस् यः जुस् अस्ति तत्तु अच् अजादि अस्ति. अतः अत्र अविभ्रुयोगः उः किं भवति इत्युक्ते अत्र ऋकारस्य गुणः भूत्वा अविभर् योगः उः अभिभरुः इति रूपं निष्पन्नं भवति. एतदस्ति भ्रूधातोः ऋकारान्तभ्रूधातोः विषये यत्किमपि वयं पठितवन्तः. भवानेव चालयतु महोदय, अन्ये कः आगच्छन्ति? अहम् अस्मि तु. रामप्रिया भगिनी भवती करोति वा? ईर् इति रूपं वयं लटीरूपम् आरम्भं करोमि वा? करोतु भगिनि. ईर् इति अङ्गमस्ति परस्मैपदी लट्लकारे प्रथमपुरुष एकवचनं ति इति सिद्धतिङ् प्रत्ययः पित् अस्ति हलादिः अस्ति पित् अस्ति अतः सार्वधातुक अर्धधातुकयोः इति सूत्रेण गुणः भवति. ऋकारस्य गुणः तु अर् इति आगच्छति इयर्ति इति. अनन्तरं तः हलादि अपित् अस्ति गुणः न भवति वर्णमेलनमेव इरुतः. अनन्तरम् अति इति अजादि अस्ति अपित् अस्ति अजादि अपित् इको यणचि इति सूत्रेण ऋकारस्य स्थाने यणादेशः भवति इयरति इयर्ति इयरुतः इयर्रति इति प्रथमपुरुष एकवचनं. शान्ति भगिनी भवती करोति. मध्यमपुरुषे ईर् इति सिद्धतिं प्रत्ययः क्षम्यताम् ईर् इति अङ्गं सि इति प्रत्ययः अत्र प्रत्ययः तिप् अस्ति अतः सार्वधातुक अर्धधातुकयोः इति सूत्रेण पुनः भूत्वा इयर् इति भवति इयर् योगः सि अत्र इयर् सि आदेशप्रत्ययोः इति सूत्रेण सकारस्य षत्वम् इयर्षि इति रूपं द्विवचने इयर् योगः तः हलादि अपित् अस्ति अतः केवलं वर्णमेलनमेव ईरुथः तथा एव ईरुथ इति बहुवचने. इदानीमत्र ईरु लट्लकारस्य उत्तमपुरुषरूपाणि सिद्धतिं प्रत्ययाः मि वहामः ईरु योगः मि मि हलादि पित् अस्ति अतः सार्वधातुक अर्धधातुकयोः इत्यनेन गुणकार्यं ऋकारस्य स्थाने अकार आदेशः अकारः रपरः भवति वृणरपरः इत्यनेन अतः इयर् योगः मि इयर् मि इति रूपं निष्पन्नं भवति. वः मह द्वयोः अपि हलादि अपित् अतः क्निति च इत्यनेन गुणनिषेधः केवलं वर्णमेलनमेव. ईरुवः ईरुमः आहत्य इयर्मि ईरुवः ईरुमः. लोट्लकारे तू ता ताम् अतु इति प्रथमपुरुष प्रथमपुरुषे तु हलादि अस्ति पित् अस्ति अतः गुणकार्यं सार्धधातुक अर्धधातुकयोः इति सूत्रेण अर् आगच्छति. इयर् तु तात् तातङ्ग् अस्ति वर्णमेलनमेव. ईर् तात् समानकार्यम् ईर् ताम् अतु इति अजादि अस्ति अपित् अस्ति इको यणचि इति सूत्रेण यणादेशः इयर् इयर्तु इयर्तु ईरुतात् ईरुताम् इयर् इयर्तु मध्यमपुरुषे इयरु युगः हि प्रत्ययः पित् अस्ति अतः हलादिपित् अस्ति अतः सार्धधातुक अर्धधातुकयोः इत्यनेन गुणः इयर् योगः हि भगिनी हि अस्ति खलु भगिनी अत्र क्षम्यताम् अत्र हि इति अपित् भवति खलु क्षम्यतां महोदय. इयर् योगः हि अत्र अपित् अस्ति हलादि अपित् अस्ति अतः केवलं वर्णमेलनम् इति मन्ये. ईर् हि तथा एव तिष्ठति वा महोदय? आं भगिनि, हलादि अपित् अस्ति खलु भगिनि? आं हलादि अपित् ईर् हि तात् अपि तथा एव हलादि अपित् एव अस्ति. ईर् तात् गुणनिषेधनेन द्विवचने इयर् इयुयुगः तम् अत्रापि सा एव स्थितिः. ईरुतम् ईरुत बहुवचने अस्तु भगिनि. मम क्रमः अस्ति खलु आनि आव आम लोट्लकारस्य उत्तमपुरुषसिद्धतिङ्प्रत्ययाः ईरु योगः आनि अजादिपित् अस्ति सार्वधातुक अर्धधातुकयोः इत्यनेन गुणकार्यम् अतः ऋकारस्य स्थाने आ इति रपरः भवति अतः रेपस्य आगमः. इयर् योगः आनि इयराणि भवति अत्र अट्कुप्वाङ् नुं व्यवायेपि इत्यनेन नकारस्य स्थाने न आगच्छति अतः इयराणि तथा एव इयराव इयराम. आम् लङ्लकारः ईरु इति अङ्गम् अतः आडजादीनाम् इति सूत्रेण आडागमः भवति. इदानीम् आ योगः ईरु योगः तप्रत्ययः तप्रत्ययः तु हलादि अस्ति पित् अस्ति सार्वधातुक अर्धधातुकयोः इति सूत्रेण गुणः आगच्छति. इयर्त् इयर्त् आयोगः इयर्त् इति अपृक्त हल् एका संज्ञा अस्ति अतः हलङ्याभ्यो दीर्घाच्युतिस्य पृक्तं हल् इति सूत्रेण तकारस्य लोपः. आयोगः इयः करवसानयो विसर्जनीयः इति सूत्रेण विसर्गादेशः. इदानीम् अनन्तरम् आटश्च इति सूत्रेण वृद्धिः भवति. अय्यः इति प्रथमपुरुष एकवचनम्. अनन्तरं ताम् अत्रापि आडजादीनाम् इति आडागमः. आयोगः ईरु योगः ताम् हलादि अपित् वर्णमेलनमेव. आटश्च इति वृद्धिकार्यमपि भवति. ऐरुथाम् उहु इति अत्र जुसि च आगत्य कार्यं करोति. गुणः भवति आयोगः ईरु योगः उः गुणं भूत्वा आटश्च इति सूत्रेण वृद्धिः भूत्वा ऐरुः ऐ अय्यः ऐरुताम् ऐरुः अय्यरुः अयरुः क्षम्यता मध्यमपुरुषे योगः स प्रत्ययः अत्रापि हल्याभ्यो दीर्घात् स्थितिस्य प्रत्तं हल् इति सूत्रेण सकारस्य लोपः भवति अत्र सकारस्य अपृक्त अपृक्तत्वमस्ति अपृक्त एकाग्र प्रत्ययः अतः सकारस्य लोपः ईरुयोगः ईरु एव तिष्ठति अत्र करवसानयोर्विसर्जनीयः इति सूत्रेण भगिनी ऋकारस्य परिवर्तनं भवति खलु भगिनि उक्तवती वा ऋकारस्य परिवर्तनम् अत्र गुणकार्यं भवति खलु सप्रत्ययस्य बलेन गुणकार्यं तु पूर्वमेव भवति इयर् योगः सप्रत्ययः इदानीं प्रत्ययस्य लोपः हल्याभ्यो दीर्घासुतिस्य प्रथम हल् इति सूत्रेण इयर् इयर् इति तिष्ठति इदानीं अखरवयसानयोर्विसर्जनीयः इति सूत्रेण रकारस्य लोपः इयः इति भवति अत्र लङ्लकारः अपि अस्ति खलु भगिनि लङ्लकारे अकारः पूर्वं अस्ति प्रथमस्थाने ऐ ऐ ऐ अयुगः अयुरुः अयुरुः इत्युक्ते अय्यर् अय्यर् भवति अय्यः इति रूपं मध्यमपुरु द्विवचने इयरुयोगः तम् अत्र हलादि अपि अस्ति केवलं वर्णमेलनम् ईरु अयुरुतं तथा एव बहुवचने अयुरुत इदानीं मध्यमपुरुष उत्तमपुरुष लङ्लकाररूपाणि सिद्धतिङ् प्रत्ययाः अम् वा मा प्रथममत्र अङ्गमस्ति ऐर् योगः अम् अजादि पित् अस्ति अतः ऋकारस्य गुणः प्रथमम् अकारः रपरः भवति अतः अय्यर् योगः अम् अयरम् इति रूपं भवति वा मा द्वयोः अपि अत्र हलादि अपि अतः केवलं वर्णमेलनमेव ऐरुव ऐरुम आहत्य अयरम् ऐरुव ऐरुम विधिलिङ्गकारे इदानीं हलादि अस्ति अपितः अस्ति सर्वे प्रत्ययाः अतः वर्णमेलनम् एव ईरुयात् ईरुयाताम् ईरुयुः ईरुयाः ईरुयातम् ईरुयात ईरुयाम् ईरुयाव ईरुयाम इति भवति इदानीमत्र ऋकारान्तधातुः खलु लक्ष्मी भगिनी भवति करोति शान्ति भगिनी ऋकारस्य क्षम्यतां महोदय एकवारम् अत्र ऋकारान्तधातुः करपत्रे अस्ति खलु भगिनि ऋकारान्तधातवः एकः एव धातुः अस्ति पृ पालनपूरणयोः इति अर्थे अत्र पुनः अत्तिपिपर्त्योश्च इति सूत्रस्य विषयः अस्ति. ऋ धातोः पृ धातोः च अभ्यासस्य अन्त्यवर्णस्य ह्रस्व इकारादेशः भवति श्लौ परे इति. अनेन सूत्रेण ह्रस्व इकारादेशः भवति अभ्यासस्य अन्त्यवर्णस्य इति. अत्तिपिपर्त्योः च अङ्गस्य अभ्यासस्य इत् श्लौ इति अनुवृत्तिसहितं सूत्रं. पूर्णं सूत्रं पठामि वा? आवश्यकता नास्ति. समीचीनमेव भगिनि. अस्तु, इदानीं किं चिन्तयति? आम् समीचीनम्. समीचीनम्. अनुवृत्ति प्रथमवाक्यद्वयमपि च अनुवृत्ति पठिष्यामः चेत् समीचीनमेव इति मम चिन्तनमपि. इदानीं तत्र द्वित्वं कथं भवति इति पश्यामः. पृ इति धातुः श्लौ इत्यनेन द्वित्वं पृ पृ इति आगच्छति. पृ पृ भवति. इदानीं उरत् प्रभात्य अर्तिपिपर्त्योश्च इत्यनेन अभ्यायस्य ह्रस्व इकारादेशः भवति. अत्र अभ्यासस्य अन्तिमवर्णः अस्ति ऋ. प्रथमपृ इति पदे ऋकारः, अतः पिपृ इति भवति. ह्रस्व ऋकारस्य स्थाने इकारादेशः पिपृ इति भवति. इदानीं उरण्ड्रपरः इति अनेन रेपः आगच्छति. पिर्पृ इति भवति. अनन्तरं हलादिशेषः इत्यनेन हलः लोपः भवति. अतः पुनः रेपः गच्छति. तिपृ इति अङ्गं निष्पन्नम्. अत्र उरत् इति सूत्रस्य विषये प्रत्यये परे अभ्यासस्य ऋकारस्य स्थाने अक् आदेशः भवति इति सामान्यसूत्रम्. अभ्यासविषये सामान्यसूत्रं तत् प्रभात्य अर्थिपिपत्योश्च इति अत्र कार्यं करोति. अनुवर्तिसहितसूत्रमस्ति अङ्गस्य अभ्यासस्य उः अत् इति. हलादिशेषः इति सूत्रम् अभ्यासस्य आदिमः हल शेषः अभ्यासे अपरेषां हलां लोपः. आदिमः हल् एव अवशिष्यति ये अन्येषां हलां लोपः भवति इति. अनुवृत्तिसहितसूत्रमस्ति अङ्गस्य अभ्यासस्य हलादिः शेषः इति. अग्रेपि पठामि वा? इदानीं अहं करिष्यामि भगिनि. अस्तु, अत्र इदानीम् अत्र रुधातोः न रु न पृ धातुः अस्ति. अत्र हलादिपित्सु सार्वधातुक अर्धधातुकयोः इत्यनेन प्रथमं गुणकार्यं भवति. अत्र अङ्गमस्ति पिपृ योगः ति. ऋकारस्य गुणः भूत्वा अकारः, अकारः रपरः भवति अतः अर् अतः पिपर्ति इति रूपं निष्पन्नं भवति. अनन्तरम् अत्र अजादिपित्सु अत्र पुनः सार्वधातुक अर्धधातुकयोः इत्यनेन प्रथमं गुणकार्यं पिपृ योगः आनि. अत्र लोट्लकारस्य प्रथमपुरुष उत्तमपुरुष एकवचने पिपृ योगः आनि. अत्र ऋकारस्य गुणः आकारः, अकारः रपरः, उरन्रपरः इत्यनेन अतः पिपर्योगः आनि. अत्र रेफानन्तरम् अत्र स्वरः अपि च नकारः अस्ति. नकारः अणा भवति अक्कुप्वाङ्नुं व्यवायेपि इत्यनेन अतः पिपराणि इति रूपं निष्पन्नं भवति. हलादि अपित्सु अत्र इदानीं किञ्चित् भिन्नकार्यं भवति. उदाहरणमस्ति अत्र पिप्रुयोगः तः अत्र प्रथमम् अत्र उदोष्ट्यपूर्वस्य इत्यनेन ऋकारस्य स्थाने उ आदेशः भवति अतः पिपुयोगः तः परन्तु अत्र उकारः अन्प्रत्याहारे अस्ति अतः उकारः रपरः भवति उरण् रपरः इत्यनेन अतः पिपुर्योगः तः अनन्तरम् अत्र हलीच इत्यनेन यः उपधायाम् उकारः अस्ति सः उकारः दीर्घः भवति अतः पिपुर्योगः तः पिपुर्तः इति रूपं निष्पन्नं भवति अनन्तरम् अजादि अपित्सु पुनः समानकार्यद्वयम् उदोश्चपूर्वस्य इत्यनेन प्रथमं ऋकारस्य स्थाने ऋकारस्य स्थाने उकारादेशः अनन्तरम् उकारः रपरः भवति उरण्परः इत्यनेन पिपुर्योगः अति भवति इदानीम् अत्र केवलं वर्णमेलनमेव पिपुरति इति रूपं निष्पन्नं भवति एकवारं भगिनि अत्र अष्टाध्यायी डाट् काम् मध्ये तु ह्यः दृष्टवती तत्र दोषः अस्ति अष्टाध्यायी किन्तु यत्र अर्ति पिपत्योष इति सूत्रविवरणं तत्र यत्र दत्तमस्ति सूत्राणि इति तत्र पश्यति चेत् तत्र एकं वाक्यं स्पष्टतया दत्तमस्ति अर्ति पिपत्योष इत्यनेन किं भवति इत्थं भवति अनन्तरं हलीश इत्यनेन दीर्घत्वमपि उत्तमं भवति उदोष्टपूर्वस्य इत्यनेन उत्वं भवति अनन्तरं हलीस इत्यनेन दीर्घत्वं इति यत्र सूत्रमस्ति तत्र स्पष्टतया दत्तमस्ति भगिनि पिपूर्तः पिपूरति तत् तु सम्यक् अस्ति परन्तु कुत्र वा दोषः यः दृष्टवती न जानामि स्मरामि सर्वत्र दोषः एव कुत्र अस्तु क्षम्यतां रामप्रियवर्य अत्र सिद्धान्तकौमुदी इति एकः भागः अस्ति खलु सूत्राणि इति यत् अस्ति तत्र अस्ति अङ्गावयवे अवयव ओष्ठपूर्वो य रुदन्तस्य अङ्गस्य उत् स्यात् गुणवृत्तिपरिवर्तनं भाते इति भिन्नकार्यम् अस्ति गुणवृत्तिपरिवर्तनं भाते इति अनन्तरमस्ति पिपर्ति इति तत् सम्यक् एव उत्त्वम् अरपरत्वमपि भवति इति उत्त्वं प्रथमम् उत्त्वं भूत्वा पिपु इति अभवत् अनन्तरं रपरत्वं यत्र उकारः जातः तयोरन् रपरः इत्यनेन रपरत्वमपि आगतम् अनन्तरं हलीच इति दीर्घः इति उक्तमस्ति हलीच इति दीर्घः तर्हि पिपूर्तः इति रूपम् इति उक्तमस्ति अनन्तरं पिपुरति इति अति इति यत्र अस्ति तत्र तु पिपुरति इति एव अस्ति अत्र स्पष्टतया उक्तमस्ति धन्यवादः ममापि पश्यतु तत्र दृष्ट्वा उदोष्ट्यपूर्वस्य इति सूत्रम् ओष्ट्यपूर्वस्य ऋकारान्त अङ्गस्य ऋकारस्य ह्रस्व उकारादेशो भवति इति सूत्रं वदति अनुवृत्तिसहितसूत्रमस्ति ओष्ट्यपूर्वस्य ऋतः अङ्गस्य उत् इति ओष्ट्यपूर्वः इत्युक्ते पवर्गीयवर्णः पूर्वं पवर्गीयवर्णः ऋकारान् अनन्तरं ऋकारान्त अङ्गम् अस्ति चेत् तस्य ऋकारस्य ह्रस्व उकारादेशः भवति ऋकारस्य उकारादेशः भवति इति अस्ति भगिनि अत्र ओष्ठ्यपूर्वः इत्युक्ते केवलं ऋकारान्तस्य विशेषणं खलु केवलं ओष्ठ्यः इत्युक्ते पवर्गीयवर्णः एव पवर्गीयवर्णः एव ओष्ठ्यपूर्वस्य ऋकारान्ताङ्गस्य आम् पृ इति अस्ति चेत् पवर्गः ओष्ठ्यपूर्वः, ऋकारः ऋकारान्त अङ्गः अङ्गम्. परन्तु पकारः ओष्ठ्यपूर्वस्य ऋतः खलु, ऋकारः एव यस्य पूर्वम् ओष्ठ्यवर्णः अस्ति इति अस्ति ऋकारः एव वदामः तदा एव. ओहो, ओष्ठ्यपूर्वः ऋकारान्ताङ्गः इत्युक्ते तृ. उरण् रपरः ऋकारस्य स्थाने यदा अण् आदेशः भवति तदा सः अण् सदा रपरः भवति. अनुवृत्तिसहितसूत्रम् इदानीम् उः स्थाने अण् रपरः. एतत् सूत्रं वयं पूर्वमेव दृष्टवन्तः, यदा ऋकारस्य स्थाने अण् आदेशः भवति इत्युक्ते तस्य भवति चेत् तस्य अण् सदा रपरः भवति इति. हली च वदति, हली परे रेपान्तानां वकारान्तानां च धातूनाम् उपधायां स्थितः इक् वर्णः दीर्घः भवति इति. तस्य अनुवृत्तिसहितसूत्रमस्ति हली च वोर्हो धातोः वो इर् रेपः वकारः, अतः रवोः भवति भगिनि. रेफानन्तरं वकारः अस्ति अत्र. रुवोः धातोः उपधायाः इकः दीर्घः. हलि परे रेपान्तानां वा वकारान्तानां वा उपधायां स्थितस्य इक् वर्णस्य दीर्घः भवति इति सूत्रस्य अर्थः. एकः उदाहरणम् अस्ति अत्र, पिप्रुयोगतः प्रथमम् उदोष्ट्यपूर्वस्य इत्यनेन ऋकारस्य स्थाने उकारः आदेशः भवति. अनन्तरम् उरण् रपरः इत्यनेन रपरत्वं. पिपुर्योगः तः इति इदानीं हलि परे अस्ति, रेपान्त अङ्ग धातुः अस्ति, उपधायाम् उकारः अस्ति, अतः हली च इत्यनेन दीर्घत्वं भवति. पिपूर्तः इति इदानीं पिपूर्तः इति रूपम्. अत्र वयं गतवर्गे दृष्टवन्तः खलु भगिनि, त्रीणि निमित्तानि सन्ति इति. तदपि वदति वा एकवारं स्मरणार्थं सर्वाश् अस्माकं कृते. हलीच इत्यनेन इति सूत्रे हलीच इति सूत्रे त्रीणि निमित्तानि किम् इत्युक्ते, हली परे प्रथमं रेपान्तानां वा वकारान्तानां रेपवकारः वा धातुः. तृतीयमस्ति उपधायाम् इक् वर्णः. यदा अस्ति चेत् तस्य इक् वर्णस्य दीर्घत्वं भवति. समीचीनं, धन्यवादः. शान्ति भगिनि. आम् महोदय, अत्र लाङ्गि लङ्गि खलु तत्र तप्रत्ययस्य लोपः सप्रत्ययस्य लोपः कथं सम्भवति इति, अपि प्रयोगः तप्रत्ययः अत्र तप्रत्ययः तित् अस्ति अतः सार्वधातुकार्धधातुकयोः इत्यनेन अपि प्रयोगः त हल्याभ्यो दीर्घात् सुतिस्य पृक्तं हल् इत्यनेन तत्र तकारस्य तप्रत्ययस्य लोपः पिपर् इति एव अवशिष्यते. इदानीं करवसानयोर्विसर्जनीयः इति अनेन सर्गादेशः अपिपः इति. तथा एव अपिप्रयोगः सप्रत्ययः तदपि सकारस्य लो अपिपर् योगः सप्रत्ययः सप्रत्ययस्य लोपः अपिपर् करवसानयोर्विसर्जनीयः अपिपः इति अस्ति. अत्र हल्याभ्यो दीर्घात् सुतिस्य प्रुक्तम हल् इति वयं पूर्वं दृष्टवन्तः. एतेन सूत्रेण लङ्लकारे प्रथमपुरुषे अपृक्तसंज्ञकस्य तप्रत्ययस्य लोपः तथैव मध्यमपुरुषे सप्रत्ययस्य लोपः भवति. अपृक्तसंज्ञकप्रत्ययः विधायकसूत्रम् एकः एव अल् अस्ति चेत् अनन्तरम् अस्ति हल्याभ्यो दीर्घात् सुतिस्य प्रुक्तं हल् हलन्तात् दीर्घन्यन्तात् दीर्घाबन्तात् च सूति सि इत्येषाम् अपृक्तसंज्ञस्य हलः लोपः. हल् च दीप् च आप् च तेषाम् इतरेतरद्वन्द्वः हल्याभः. तेभ्यः हल्याभ्यः सुश्च तिश्च सिश्च तेषां समाहारद्वन्द्वः सुतिसि. तत्र सुतिसिनः इति बहुवचने अपृक्तं क्षम्यतां सुतिसि सुतिसिनः अपृक्तं सुतिसि अपृक्तम् समासः. हल्याभ्यः पञ्चम्यन्तं दीर्घात् सप्तम्यन्तं सुतिस्यपृक्तं प्रथमान्तं हल् प्रथमान्तम् अनेकपदमिदं सूत्रं लोपो व्योर्वली इत्यस्मात् लोपः इत्यस्य अनुवृत्तिः. अत्र कर्मणि प्रयोगे लुप्यते इति रूपविकारः. अनुवृत्तिसहितसूत्रं दीर्घात् हल्याभ्यो सुतिसि अपृक्तं हल् लुप्यते. अत्र केवलं कुत्र कुत्र लोपः भवति इति दत्तं. हलन्तात् दीर्घन्यन्तात् दीर्घ अबन्तात् च सूतिसि इत्युक्ते सुबन्तेषु च तिङन्तेषु च अपि च इत्येषां सूतिसि इत्येषां अपृक्तसंज्ञकस्य हलः लोपः इति अस्ति कार्यम्. अपृक्त एकाल् प्रत्ययः यस्य प्रत्ययस्य एकः एव अल् तस्य अपृक्तसंज्ञा भवति. एकाल् प्रत्ययः अपृक्तः सूत्रं स्वयमेव सम्पूर्णं. खरवसानयोर्विसर्जनीयः तु वयं पूर्वमेव ज्ञातवन्तः. अग्रे पठामि वा भवान् पठति? अहं पठामि भगिनि. इदानीं जुसि गुणः इति दत्तमस्ति अत्र लङ्लकारे प्रथमपुरुषबहुवचने अपिप्र योगः झि. अत्र झि प्रथमम् अत्र जुस् भवति सिजभ्यस्तविदिभ्यस्त इत्यनेन अपिप्र योगः जुस् अत्र अनुबन्धलोपानन्तरम् उः एव अवशिष्यते. अतः अपिप्रुयोगः उः. इदानीम् अत्र जुसि च इत्यनेन इगन्ताङ्गस्य गुणः भवति. इत्युक्ते ऋकारस्य गुणः भूत्वा अकारः पुनः उरण्परः इत्यनेन अकारः रपरः भवति. अतः अत्र अपिपर् योगः उः अपिपरुः इति रूपं भवति. अत्र जुसि च इति सूत्रं वदति अजादौ जुसि परे इगन्ताङ्गस्य गुणः भवति. अत्र यः जुस् अस्ति तत्तु अनुबन्धलोपानन्तरम् उः एव. अतः जुस् इति अजादि अस्ति. अजादौ जुसि परे इगन्ताङ्गस्य गुणः भवति. अत्र अपिप्रु इत्यस्मात् अत्र अन्तिमवर्णः ऋकारः स च रूकारः इक् प्रत्याहारस्य वर्णः, अतः अत्र पूर्वं रूकारः अस्ति, इगन्तवर्णः, अनन्तरं उ अस्ति, तत्तु अजादि जुस् प्रत्ययः अस्ति, अतः रूकारस्य गुणः भूत्वा अत्र अपिपर् योगः उः इति अपिपरुः इति रूपं भवति. अत्र अनुवृत्तिसहितं, क्षम्यतां महोदय, अत्र उः इति अजादि जुस् इति अस्ति वा अत्र? किमर्थं चेत् अत्र अनुबन्धलोपानन्तरम् अत्र उः एव अवशिष्यते खलु भगिनि जुस् इत्यस्मात्, अतः जुस् इति अजादि अस्ति इति वयं दृष्टवन्तः खलु पूर्वमेव. अत्र विधिलिङ्गि तु अत्र यासुट् आगमः भवति, अतः यद्यपि अत्रापि जुस् आगच्छति झेर्झुस् इत्यनेन, अत्र यासुट् इत्यस्मात् अत्र इत्यनेन अत्र जुस् अजादि न भवति. अत्र आदौ यकारः अस्ति अतः, परन्तु लङ्गि उहु ए इति अनुबन्धलोपानन्तरम् अतः जुस् इति अजादि अस्ति इति. समीचीनमेव न भगिनि? धन्यवादः. अत्र अनुवृत्तिसहितसूत्रमस्ति, इकः अङ्गस्य गुणः अचिजुसि च इति, इदानीमेव दृष्टवन्तः अत्र इकः अङ्गस्य, यस्य अङ्गस्य अन्ते इक् वर्णः अस्ति तस्य गुणः भवति अचिजुसि परे. इदानीमत्र चतुर्षु लकारेषु रूपाणि वक्तव्यानि, रामप्रिया भगिनी भवती करोति वा? आम्, तृ इति तृपालनपूर्णयोः परस्मैपदी धातुः, पिप्र इति अङ्गं, पिप्र इति अङ्गं, लट् लकारे तीतः अति इति. एकनिमिषं महोदय, महोदय एकप्रश्नम् अस्ति अत्र, कथं उहु आगच्छति एकवारं वदतु. ज यः अस्ति पूर्वं भगिनि, आदौ यः ज अस्ति, चुटु इत्यनेन तस्य लोपः भवति भगिनि. किं किं किं किं चुटु इति सूत्रमस्ति खलु, चुटु तस्य लोपः भवति. चवर्गीय अपि च टवर्गीयव्यञ्जनम् अस्ति चेत् आदौ तस्य लोपः भवति चुटु इत्यनेन, अतः जकारः लोपः भवति. उस् इति अस्ति अत्र ससजुषोरुः इत्यनेन सकारस्य ऋत्वम् अनन्तरं खरवसानयोर्विसर्जनीयः इत्यनेन रेफस्य स्थाने विसर्गः, अतः उः एव अवशिष्यते. इदानीं ति इति अस्ति, हलादि अस्ति, पित् अस्ति, अतः सार्वधातुकार्धधातुकयोः इति सूत्रेण गुणः भवति. पिपर्ति इति प्रथमपुरुष एकवचनं, तः हलादि अस्ति, अपित् अस्ति, गुणनिषेधः, वर्णमेलनमेव. पिप् ओषम्यताम् उदोष्ट्यपूर्वस्य इति सूत्रेण उकारादेशः भवति, उरण् रपरः इति रपरत्वमपि भवति, तः इति हलादि प्रत्ययः परः अस्ति, अतः हलीच इति सूत्रेण दीर्घत्वमपि भवति, पिपूर्तः इति रूपम्. अति इति अजादि अस्ति, अपित् अस्ति, अत्रापि उदोष्ट्यपूर्वस्य इति सूत्रेण उकारादेशः उरन् रपरः इति रपरत्वं, परन्तु अति इति अजादि इत्युक्तस्ति, अतः हलीचसूत्रस्य प्रसक्तिः इदानीं नास्ति, अतः पिपूरति. आम् पिपर्ति पिपूर्तः पिपूरति. अत्र पिपुरति अस्ति खलु भगिनि, दीर्घं न दीर्घं नास्ति, पिपुरति एव. शान्ति भगिनि. आं महोदय, मध्यमपुरुषे सीथः थ पिप्रुयोगः सि, अत्र हलादिपित् अस्ति सारधातुक अर्धधातुकयोः इत्यनेन गुणः, पिप्पर् योगः सि पिप्पर् सि, इदानीम् आदेशप्रत्यययोः इत्यनेन षत्वं पिपर्षि इति रूपं, द्विवचने पिप्रुयोगः थः अथ हलादि अपित् अस्ति, अत्र उदोष्ट्यपूर्वस्य इति सूत्रेण ऋकारस्य ह्रस्व उकारादेशः भवति, अत्र पिप्पु क्षम्यता पिप् ऋकारस्य पिपुयोगः कः समीचीनं भगिनि, इदानीं पर्यन्तं समीचीनमेव. इदानीं प्रथमं तु उकारः एव आगच्छति खलु, उदोश्च पूर्वस्य इत्यनेन उकारस्य स्थाने उकारः, अतः पिपु योगः कः. इदानीम् उडन् रपरः इति सूत्रेण पिपुर् इति भवति, रेपः आगत्य पिपुर्योगः थः, हलीच इत्यनेन उपधायां स्थितस्य उकारस्य दीर्घत्वं भवति, पिपुर्योगः थः पिपूर्थः, तथा एव समानकार्यं बहुवचने, हलादि अपि अस्ति पिपूर्थ इति प्रत्ययः, अतः पिपूर्थ इति रूपम्. अत्र न भगिनि, उदोष्ट्यपूर्वस्य इत्यनेन पिपु ऋकारस्य स्थाने पिपु, अनन्तरं उरण्ड्रपः रपरः पिपुर्, अनन्तरं हलीचन पिपूर्. इदानीमत्र लट् लकारस्य उत्तमपुरुषरूपाणि सिद्धतिं प्रत्ययाः मि वहमः, पिप्रुयोगः मि, मि इति हलादिपित् अस्ति, अतः गुणकार्यं उरण्परः इत्यनेन रपरः अपि, अतः पिपर्मि इति भवति. वः इति हलादि अपित् अस्ति, पिप्रुयोगः वः. इदानीम् अत्र उदोश्चपूर्वस्य इत्यनेन ऋकारस्य स्थाने उकारादेशः, उरण्परः इत्यनेन रपरः, पिपुर्योगः वः, अत्र हलिच इत्यनेन इदानीमत्र व इति हल्वर्ण हलादिप्रत्ययः, अपि च अङ्गस्य अन्ते रेपः अस्ति, उपधायां उकारः अस्ति, तत्तु इक् वर्णः, अतः उपधायाम् उकारस्य दीर्घत्वं पिपूर्वः इति रूपं भवति, तथा एव पिपूर्मः आहत्य आहत्य पिपर्मि पिपूर्वः पिपूर्मः लोट्लकारे इदानीं तु तात् ताम् अतु इति तु पित् अस्ति हलादिपित् अस्ति गुणकार्यं भवति गुणकार्यं पितर् पिप्र पिप्रयोगः तु गुणकार्यं भूत्वा पितर्तु तात् तातम् अस्ति गुणनिषेधः परन्तु उदोष्ट्यपूर्वस्य इति सूत्रेण उकारादेशः उरण् रपरः इति सूत्रेण रपरत्वं पिप्रयोगः तात् पिपूर् योगः तात् तात् विहलादि अस्ति पिपूर्तात् समानकार्यमेव तां पिपूर्ताम् अनन्तरम् अतु इति अजादि अस्ति इदानीम् अजादि अपित् अस्ति प्रथमम् उदोष्ट्यपूर्वस्य इति उकारादेशः रपरत्वम् उरण्परः परन्तु अजादिप्रत्ययः अस्ति अतः हलीचसूत्रस्य प्रसक्तिः इदानीं नास्ति पिपूरतु पिपूरतु पिपर्तु पिपूर्ता पिपूर्तात् पिपूर्तां पिपर् पिपूरतु मम क्रमः मध्यमपुरुषे पिप्रयुगः हि तात् तं त इति पिप्रयुगः हि हलादि अपि तस्ति अतः उदोष्ट्यपूर्वस्य इत्यनेन पिपुयुगः हि ऋकारस्य स्थाने युकारादेशः उरण्डपरः इत्यनेन पिपुर् इति भवति रेपः आगत्य पिपुर्योगः हि हलीच इति सूत्रेण दीर्घत्वम् उपधायां स्थितस्य उकारस्य पिपुर्योगः हि पिपूर्हि तात् अपि तथा एव हलादि अपि तस्ति समानकार्यं पिपूर्तात् इति रूपं द्विवचने अपि हलादि अपि तस्ति उदोष्ट्यपूर्वस्य अनन्तरम् उरण्ड्रपरः हलीच इति सूत्रैः पिपूर्तं तथा एव पिपूर्त भगिनी एव करोति वा भगिनी उत्तमपुरुषः अपि आम् पिप्रयोगः आनी अत्र अजादि अजादिपित् अस्ति अत्र सार्वधातुक अर्धधातुकयोः इत्यनेन गुणः पिपर् योगः आनी अत्र णत्वं भवति कुप्पाङ् व्यवायेपि इत्यनेन णत्वं पिपराणि द्विवचने पिप् आव आम अजादि अपित् अस्ति आव इति अजादि अपित् अस्ति उदोष्ट्यपूर्वस्य इत्यनेन उकारादेशः पिपु योगः आव एकनिमिषं भगिनि आदित्तमस्य पिच् पित् अस्ति खलु अजादि पित् अस्ति सा गुणः भूत्वा सार्वधातुक अर्धधातुकयोः इत्यनेन गुणः तथा पिप्पर् योगः आव तथा एव इदानीं पिपर्योगः आव केवलं वर्णमेलनं पिपराव आम इति पिपराम पुष्पा भगिनी भवती अपि कर्तुम् इच्छति वा भगिनी अत्र अस्तु भगिनि धन्यवादः इदानीं लङ्लकाररूपाणि अत्र ताम् उः प्रथममात्रा पिप्रु लङ् लृङ् लङ् षुडात् लुङ् लङ् लृङ् ष्वडुदात् इत्यनेन अडागमः अपिप्रु योगः त त इति हलादिपित् अस्ति अतः गुणकार्यम् अपि च उरन्ध्रपरः इत्यनेन अरा भवति अपिपर् योगः त त इति अपृक्त हल् प्रत्ययः अतः इदानीम् अत्र हल्न्याभ्यो दीर्घात् सुतिश्च पृक्तं हल् इत्यनेन तप्रत्ययस्य लोपः भवति अपिपर् इति इदानीम् अत्र रेपः पदान्ते अस्ति अतः खरवसानयोर्विसर्जनीयः इत्यनेन रेपस्य स्थाने विसर्गादेशः अपिपः इति रूपं निष्पन्नं भवति अनन्तरम् अत्र ताम् इति हलादि अपित् अस्ति अपिप्रु योगः ताम् ताम् हलादि अस्ति अतः अत्र उदोश्च पूर्वस्य इत्यनेन ऋकारस्य स्थाने उ आदेशः अपिपु योगः ताम् उरण्ड्रपरः इत्यनेन अपिपुर् योगः ताम् हलीच इत्यनेन उभदायाम् उकारस्य दीर्घत्वम् अपिपुर् योगः ताम् अपिपुर् ताम् इति रूपं निष्पन्नं भवति अपिप्रु योगः उः प्रथममत्र सिजभ्यस्त विजिभ्यस्त इत्यनेन झिस्थाने उः अपिप्रु योगः उः जुसि च इत्यनेन गुणकार्यम् अपिपर् योग उरन्ध्रपरः इत्यनेन रेप आगमः अपिपर् योगः उः अपिपरुः इति रूपं निष्पन्नं भवति आहत्य अपिपः अपिपूर्ताम् अपिपरुः रूपान् निष्पन्नानि मध्यमपुरुषे स तं त सकारः तु हलादि अस्ति पित् अस्ति सार्वधातुक अर्धधातुकयोः इति सूत्रेण गुणः भवति प्रथमम् अपिप्र इति अङ्गम् इदानीम् अपिपर् इति भवति अपिपर् योगः सप्रत्ययः सप्रत्ययः अपृक्त एकाल् प्रत्ययः अस्ति अतः हल्न्याभ्यो दीर्घात् चुतिस्य पृक्तं हल् इति सूत्रेण सप्रत्ययस्य लोपः भवति अनन्तरं करवसानयोर्विसर्जनीयः इति सूत्रेण विसर्गादेशः भवति अपिपः इति भवति तं त द्वयोः अपि हलादि अस्ति अपित् अस्ति अतः उदोष्ट्यपूर्वस्य इति उकारादेशः उरण्ड्रपरः इति रपरत्वं तं त हलादिः अस्ति अतः दीर्घत्वमपि भवति अपिपूर्तम् अपिपूर्त अपितः अपिपूर्तम् अपिपूर्त उत्तमपुरुषे अपिप्रयोगः अम् अत्र अजादि त पित् अस्ति. अत्र अत्र सार्वधातुक अर्धधातुकयोः इत्यनेन गुणः भवति अपि पर् योगः अम् अपि पर् योगः अम् अत्र अपि क्षम्यताम् एकवारम् अपि पृ अपि पृ इति भवति अपि पर् विपर्ययोगः अम् अपि परम् इति रूपं द्विवचने अपिप्रयोगः वः व अत्र तु हलादि अपि तस्ति अतः उदोष्ट्यपूर्वस्य इत्यनेन उकारादेशः अपिप् योगः व उरण्ड्रपरः अपिप्रयोगः व हलि च इत्यनेन दीर्घत्वम् उपधाय उकारस्य अपि पूर् योगः व अपि पूर्व तथा एव अपि पूर्म बहुवचने. इदानीं विधिलिङ्गि अत्र सर्वे हलादि अपित् पिप्रु इति अङ्गं पिप्रु योगः यात् प्रथमम् अत्र उदोश्च्य पूर्वस्य इत्यनेन रूकारस्य There is a problem with mine, so I have to make sure. Wait, we may have to come back. That's why I wanted to test it. Okay, let me go back. Okay, I'm good. Oh yeah, the Bhagini, Bhagini, mute my chair, but catch the Bhagini. Oh, excuse me. I'm sorry. I'm very sorry. Thank you. Pipru yoga yat yat iti haladi. अपित् अस्ति अतः उदोश्च्य पूर्वस्य इत्यनेन रूकारस्य स्थाने उकारादेशः अपि च उरन्रपरः इत्यनेन रपरः अतः पितुर् योगः यात् इदानीम् अत्र हलि च इत्यनेन उपधायाम् उकारस्य दीर्घत्वं पिपूर् योगः यात् पिपूर् यात् इति रूपं निष्पन्नं भवति तथा एव पिपूर्यातां पिपूर्युः पिपूर्याः पिपूर्यातं पिपूर्यात पिपूर्यां पिपूर्याव पिपूर्याम अनेन जुहोत्यादिगणस्य अजन्तधातवः समाप्ताः. एकं ह्यः वर्गे मुद्रणं यदा वर्गस्य मुद्रणं कृतवती तस्मिन् समये मम मनसि चिन्तनम् आगतम् एक प्रत्येक उभयोः धातोः एकवाक्यं वयं प्रयत्नं कुर्मः वक्तुम् अहम् आरम्भं करोमि. विद्यार्थिनः यूयं विद्यालयं ऐरुत इति खलु गतवन्तः इति ऐरुत अस्तु. अनन्तरं पिपर्ति अस्ति पिपुरति इत्यस्य वदामि तर्हि वृक्ष वृक्षात् वृष्टिकारणतः वृष्टिकारणात् जलाशयाः जलेन पिपुरति सम्यक् वा किं भवान् किं भगिनि वृष्टिकारणात् वृष्टिकारणात् वृष्टेः कारणात् जलाशयाः जलाशयाः जलेन पिपुरति पालनपोषयोः पोषणयोः इति अर्थं किल भगिनि पूरणयोः वा पोषणयोः तदेव ऋकारस्य अर्थः गतौ इति गतौ इति गच्छति इति अर्थः गच्छति इति सर्वे अपि एकं वाक्यं प्रयत्नम् भिन्नरीत्या मम मनसि एतावत्पर्यन्तं तथा न चिन्तयामः खलु रूपमेव दृष्ट्वा भगिनी वक्तुमिच्छति वा लट्लकारे प्रथमपुरुष एकवचनं चित्वा रूपं चित्वा बालकः जलेन घटं पिपर्ति पूरयति भवति जलेन बालकः घटं पूरयति किन्तु घटं घटं जलेन पिपर्ति घटः जलेन पिपर्ति घटः जलेन पिपर्ति बालकेन घटः न तत्तुपि कर्मणि भवति खलु स्वयं प्रायः बालकः स्वयं जलेन जलेन पिपर्ति इति बालकः जलेन पिपर्ति गतौ इत्यस्य ऋधातुः ऋधातोः रूपाणि झटि मनसि नागच्छन्ति अहं तु पुस्तकम् अन्य वक्तुम् इच्छति वा लङ्लकारे चिन्ता मास्तु भगिनि करोतु लङ्लकारे अहं भारतदेशं गतवर्षे अय्यरं गतवती इति अर्थः आगच्छति किल मम वाक्यमपि तथा तदेव अहं किञ्चित् परिवर्तनं कृत्वा वदामि अहं ग्रीष्मकाले भारतम् अयरम् लङ्लकार लङ्लकारे उक्तवान् ग्रीष्मकाले विधिलिङ्ग् अस्ति चेत् किम् आगच्छति अहं गच्छेयम् इति यथा वदामः तथा एव अहं विद्यालयं गच्छेयं विद्यालयम् पितृ इति आगच्छति चेत् काकः घटं शिलाखण्डः एव किल शिलाखण्डेन पिपर्ति तत्तु पूरयति इति आयाति पूरयति इति अर्थे निच्छति निजन्तं भवति तस्मिन् समये ओहो स्वयं पूरयति चेत् पूरणं भवति चेत् तत् पिपर्ति इति स्वयमेव अन्यान् पूरयति चेत् तर्हि पूरयति इति रूपं निजन्तरूपम् कथमागच्छति काकः अन्यस्य सहायेन घटं शिलाखण्डेन पिपर्ति पुनः तदेव खलु भगिनि तदेव काकः कथं जलेन पिपर्ति इति अस्ति यदा यदा काकः जलेन पिपर्ति इत्युक्ते तत्र जलेन पिपर्ति इत्युक्ते तस्य एव पूरणम् अभवत् इति तथा वक्तुं शक्यते पाकः जलेन पिपर्ति जलेन पिपर्ति जलेन स्वयं पिपर्ति जलं पिबति इति अस्ति खलु पीत्वा पूरणं स्वस्य जल किमस्ति शुष्कतायाः निवारणं कृतवान् इति वाक्यं कथं भवति इति अग्रिमसप्ताहे प्रायः अत्र पालन पूरणयोः, खलु भगिनि, इत्युक्ते पालनपूरणयोः माता आपणात् बालकस्य अत्र तुमुन् इति आगच्छति, अत्र किं तुमुन् इच्छा न इच्छा त्वम् उपयोगं कृत्वा न भगिनि, माता वदति त्वं क्षीरेण पिपर्षि, बुभुक्षा मास्तु क्षीरेण पिपर्षि, क्षीरेण पिपर्षि, प्रायः अग्रिमसप्ताहे पृच्छामः साधु वा इति किञ्चित् चिन्तयिष्यामः. पूरयति इति अस्य अस्य निजन्तं पूरयति इति भवति वा इति मम संशयः अस्ति. धन्यवादः, समीचीन अभ्यासः भगिनि. लोट्लकारे अयं लोट्लकारे सम्यक् आगच्छति इति मम चिन्तनं, पिपर् आदेशः दीयते किल. अत्र पिपर्ति इत्यस्य सान्स्क्रिट् स्पोकन् सान्स्क्रिट् दत् आवर्ड् मध्ये तु प्रोटेक्ट् फुल्फिल् साटिस्फै विश् इति अपि अस्ति, ग्रान्ट् अबण्डन्ट्ली, प्रायः जलं कथं पूरयति इति, जलं पिपर्ति इति अपि. भगिनी अत्र आन्ध्रभारती डाट् काम् इति तेलुगुभाषायाः कृते अस्ति, परन्तु तत्र सान्स्क्रिट् डिक्शनरि अस्ति, बहु सम्यक् अस्ति. एवं वा, लिङ्क् प्रेषयतु भगिनि. अहं प्रेषयामि, बहु सम्यक् अस्ति. अहं कुत्र कुत्र तस्य उपयोगः अभवत् प्रथमतया श्रीमद्भागवते वा अथवा ऋग्वेदे वा तथापि अस्ति, सर्वमस्ति तत्र. सम्यक् भगिनि, तदेव अस्माकम् आवश्यकम् अपि. प्रेषयामि अहं भगिनि. एतानि पदानि भवती दृष्टवती वा कुत्रचित् अपि? रुधातुः, पिप्रु, रुधातुः अस्ति किमपि अत् काव्ये वा अय्यः इति कुत्रापि, परन्तु पितृ नास्ति इदानीं. भगिनी पश्यति वा तत्र जाल जालपुटे किमपि अस्ति वा? अस्ति वा, वाक्यं वदति चेत् किञ्चित्. ओ अत्र वा, अत्र अर्थः एव दत्तः, पिपर्ति इत्युक्ते फिल् मेक् फुल् नरिश् रिफ्रेश् इति इति एव अस्ति. अनन्तरम् उपसर्गान् उपयुज्य कथम् इति वाक्यानि न दत्तानि. अत्र अथर्ववेदसंहिता इति अस्ति, तत्र पूर्णवाक्यं किमपि अन्यत् अस्ति, मया न ज्ञायते, किन्तु अत्र कुर्वन्ति तदाधारः तदाधार पृथिवीं तर्पसा पिपर्ति इति अस्ति, प्रायः पूरयति. कुत्र कुत्र दृष्ट कुत्र गतं पिपर्ति नास्ति न, प्रायः समीचीनमेव स्यात् इति. घटं घटं पिपर्ति जले जले पिपर्ति पि पालकः घटं जले पिपर्ति अस्तु, सम्यक् अस्ति वा न वा? प्रायः सम्यक् अस्ति इति प्रायः स्यात् भगिनि, सम्यक् न जानीमः, महोदयं पृच्छामः उपयोगं कथं भवति इति. समुद्रस्य जठरं यः पिपर्ति इति अस्ति, एकवारं समुद्रस्य जठरं यः पिपर्ति, समुद्रस्य जठरम् इत्युक्ते स्टमक् इति अर्थः, जठरं वा जठरं जठरं जठराग्नि इति वदामि. जठरा इत्युक्ते तत्र न स्टमक् इति एव खलु, जठराग्नि इति वदन्ति खलु स्टमक्, डैजेस्टिव् ज्यूस् इति जठरं, समुद्रस्य जठरं यः. धन्यवादः. भवती गूगल् मध्ये गूगल् कृतवती वा, कथं प्राप्तवती? गूगल् कृतवती भगिनि. ओ अस्तु. सुब्रह्मण्यं महोदय, people wanted your email address and I was sending it to somebody else, some other mahode tatra asit bagini mahode tasmin conversation madhi asit aham tutram dattavati. No. Shanti bagini eva prashnavati khalu mahodesya. Mahodeya, ekvaram there was a very good mali mahode prashnavitam. आवश्यकता एव नास्ति भगिनि, प्रेषयतु भगिनि, प्रेषयतु, किं चिन्ता नास्ति, प्रेषयतु. परन्तु मम ईमेल् अहमपि अस्मि तस्मिन् यानि ई पत्राणि वयं अत्र किं भगिनि शान्ति भगिनि होल् ग्रूप् आफ़् मेल् they were thanking you, Subramanya. So I didn't know, I sent it to somebody else and then that guy answered me. I had just moved to California, I don't know any Sanskrit classes, please suggest, and I told him to join my Sarup Maharaj class. There was another Subramanya Maharaj in our class in New York. I don't know if you remember, Navya. प्रेषितवती भगिनी अहं पूर्वमेव. धन्यवादः. I don't get the group name, all the names, all right? Okay. Dhanyavadah. Shubhratri. Dhanyavadah. Shubhratri, bhagini. Shubhratri. Aramam karotu, bhagini. Kinchit. Sigram swastha bhavat.